सर्वे भ्यः नमस्कारः महोदय। नमस्ते नमस्ते नमस्ते सर्वेभ्यः। नमस्कारः। भवतां समीपे तत्र महोदयेन यत्र नलोपाख्यानम् इति तत्र पुस्तकं तत्र लिङ्क् लभ्यते किम्? लिंक नास्ति, PDF प्रेषितं खलु महोदयेन। तद् मया तत्र एक्सेस् कर्तुं न शक्यते। ओ ओ ओ क्यः अस्तु अस्तु प्राप्तं प्राप्तम्। भवती दर्शयति वा? किन्तु प्रथमं कुमल कुल्यानन्दः एव पठ्यते। सामयाचारिकाधर्माः ते नमस्ते नमस्ते महोदय। नमस्कार। नमस्ते महोदय। नमस्ते महोदय। पुस्तकाद्वयं खलु। प्रथममेव नलोपाख्यानं पठामः वा अद्य? यतः अत्र अलङ्कारस्य विषये बहु लघु अलङ्कारत्रयं वर्तते, स्मृति, भ्रान्ति, अनन्तरं संशयः, सन्देह अलङ्कारः इति, तत्तु लघु एव अस्ति। तत् अनन्तरम् अद्य नलोपाख्यान कथायाः नलोपाख्यानस्य प्रारम्भं कुर्मः। यथा यथोचितं तथा कृत्वा समयः अस्ति चेत् अलङ्कारस्य विषयः भवतु, अन्यथा अग्रिमसप्ताहे अलङ्कारस्य अनुवर्तनं भवतु। प्रार्थना समाप्ता किम्? भगिनी प्रायः सन्ति। न कृतम्। शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। सरस्वति नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः, गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरं। हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणं कुर्याम विश्वं शान्तिसमन्वितम्। अत्र यद्यपि नलोपाख्यानस्य प्रारम्भः किञ्चित् अग्रे एव आगच्छति, परन्तु अत्र कः बृहदश्वः इति कश्चन ऋषिः आगत्य वदति नलोपाख्यानस्य विषयं। तत्पूर्वे पूर्वभावे रूपेण तस्य युधिष्ठिरभीमयोः सम्भाषणं भवति। तेषां मनक्लेशः कथं भवति तयोः इति, तत्पूर्वम् अर्जुनः किञ्चित् पर्यटनरीत्या गतवान् अस्ति, यतः व्यासः उक्तवान् तेषां वनवाससमये यत् निश्चयेन दुर्योधनः भवतां वनवास अज्ञातवासानन्तरमपि भवतां राज्यं पुनः न दास्यति इति निश्चयः एव, अतः वनवासस्य समये भवद्भिः धर्माचरणं परिपूर्णतया कृतं, यतः निश्चयेन युद्धं सम्भवति चेत् धर्मस्यैव जयः भवति, तथा भवितं तथा एव भवेत् इति मनसि अस्ति चेत् युष्माकं धर्माचरणम् अत्यावश्यकं भवति। अतः यत्किञ्चित् कष्टं भवतु, क्लेशाः भवन्तु, परिस्थितिः कथं वा भवतु, भवतां धर्माचरणस्य कोऽपि विघ्नः मा न आगच्छेत् इति उक्तवान्। पदे पदे व्यासः उपदेशमपि कृतवान् एव, अतः एव वनवासे अपि ते पदे पदे भिन्न अनेके ऋषयः आगच्छन्ति तान् द्रष्टुं। तत् एकः विषयः भवति तत्र तेषां कृते किञ्चित् सान्त्वनं दातव्यं, पाण्डवानां कृते बहु कष्टम् अनुभवन्ति इति कारणात् सान्त्वनाय अपि ऋषयः पदे पदे आगच्छन्ति, तथा उपदेशमपि कुर्वन्ति तस्य मोरेल् बूस्ट् कर्तुम् इति वदामः खलु, तथा तस्य धैर्योत्पादनार्थं, सहनोत्पादनार्थं ऋषयः पदे पदे आगत्य न केवलं पाण्डवाः एव एवं कष्टम् अनुभूतवन्तः अथवा अनुभवन्तः सन्ति, पूर्वजाः अनेके महाराजाः कष्टम् अनुभूतवन्तः इति किञ्चित् तस्य मनसि सान्त्वनं दत्त्वा धर्मराज युधिष्ठिरस्य पाण्डवानां मनसि धैर्यम् उत्पादयन्ति ऋषयः. तदा ते एव वदन्ति, यथा व्यासः वदति वा के कस्यापि उपदेशेन अर्जुनः किञ्चित् आयुधानां भिन्नभिन्न अस्त्रशस्त्राणां प्राप्तिः भवति चेत् तस्य तदपि युद्धार्थं सहायं भवति इति कश्चन उद्देशः, उद्देशे अनेकेषु उद्देशेषु अन्यतमः सः. अन्यदपि एकः विषयः अस्ति, कदाचित् तस्य पर्यटनं देवेन्द्रे सः इन्द्रस्य अंशे जातः खलु अर्जुनः, देवेन्द्रस्य सहायार्थं गन्तव्यम् इति वा अथवा तं द्रष्टुं गन्तव्यम् इति वा केनापि कारणेन देवलोकं गच्छति अर्जुनः. तदनन्तरम् देवेन्द्रः इन्द्रः अपि अस्त्राणि ददाति, सः अपि वदति भाषुपतास्त्रप्राप्त्यर्थं भवान् गच्छतु इति. अतः एव अर्जुनः पुनः पुनः गच्छति. केवलम् इतरसहोदराः चत्वारः एव तत्र भवन्ति, अर्जुनः गतवान् इदानीम्. अतः एव प्रथमश्लोकः तथा भवति, पश्यतु अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः इति प्रथमे श्लोके एव यत् मया उक्तं सः उद्देशः तत्र सूचितः अस्ति. इतः परं प्रारभ्य वदतु, कांश्चन श्लोकान् पठित्वा तदनन्तरमेव नलोपाख्यानस्य प्रारम्भः भवति, परन्तु अत्र विषयः सम्यक् अस्ति इति कारणात् पठामः खलु. केवलम् अनुष्टुप्छन्दः, तत्र अधिकविस्तारः अपि न आवश्यकः, तथा एव पठितुं शक्यते, बहु सरलः एव अस्ति. यत्र कुत्रापि चर्चा भवितुम् उद्देशः भवति चेत् पश्यामः, चर्चां कुर्मः. एकैकशः पञ्च वा षट् श्लोकाः वा पठित्वा तात्पर्यं वदन्ति चेत् पर्याप्तं खलु? आम् आम् महोदय. प्रारम्भः आम् अभिषेक् महोदय आरम्भं करोति किम्? अस्तु महोदय. पञ्च पञ्च श्लोक. अस्तु. अस्रहेतोर्गते पार्थे शक्रलोकं महात्मनि आवसन् कृष्णया सार्धं काम्यके भरत भरतस्य भाः. तत्पूर्वं जनमेजयः किमपि पृच्छति, पश्यतु तत्र जनमेजय तदेव वा. ओ अस्तु, द्वितीये श्लोकेपि तथा एव प्रारम्भः भवति खलु. ओ अस्तु. जनमेजय उवाच, अस्रहेतोर्गते पार्थे शक्रलोकं महात्मनि युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः. वैशम्पायन उवाच, अस्रहेतोर्गते पार्थे शक्रलोकं महात्मनि आवसन् कृष्णया सार्धं काम्यके भरतर्षभाः. द्रौपद्या कृष्णया इति, कृष्णा इति द्रौपद्याः नाम, तया सार्धं ते प्रथमं काम्यकवनम् इत्यस्य स्थले ते वसन्तः आसन्. अस्तु, अग्रे गच्छतु. ततः कदाचिदेकान्ते विविक्त इव शाद्वले दुःखार्ता भरतश्रेष्ठाः श्रेष्ठा निषेदुः सह कृष्णया. धनञ्जयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः दुःखिताः तद्वियोगार्दितान् सर्वान् शोकः समभिप्लवे पुप्लुवे समभिपुप्लु तद्वियोगार्दितान् सर्वान् शोकः समभिपुप्लुवे। अस्तु महोदय। धनञ्जयवियोगाञ्च राज्यभ्रंशाश्च दुःखिताः अथ भीमो महाबाहुर्युधिष्ठिरम् अभाषत। अत्र महोदय राज्यभ्रंशाच्च इति भवति, यतः राज्यभ्रंशात् च इति सन्धिविभागः। अश् अस्तु शकारः महोदय। भवति चेत् तत्र विसर्गस्य प्रमेयः भवति, तत्तु दोषाय। राज्यभ्रंशाच्च दुःखिताः राज्यप्रंशाच्च दुःखिताः। तथा एव धनञ्जयवियोगाच्च इति। धनञ्जयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः अथ भीमो महाबाहुर्युधिष्ठिरम् अभाषत। एतावत् पर्यन्तं पठितेषु श्लोकेषु कोऽपि विषयः चर्चितव्यः अस्ति किम्? अथवा अग्रे सरामः वा? अत्र तात्पर्यं सम्यक् अवगतं खलु? अथवा भवान् वदति किं केवलं बहु सङ्ग्रहेण? संकोचः एव वर्तते महोदय। कृपया भवत्या एव अस्मान् बोधयतु। मम मनसि संकोचो वर्तते, कश्चन अर्थः अपि अवगमने मम क्लेशो वर्तते। तर्हि अधिकं व्याख्या कर्तुम् इदानीम् असमर्थो अस्मि, क्षम्यताम्। प्रश्नः आसीत् किम्? न न महोदय, न कोऽपि प्रश्नः। अस्तु, तद् तदेव यत् उक्तं तदेव अत्र अस्ति। शक्रलोकम् इन्द्रलोकं गतवान् सः अस्त्रहेतोः, तदा इतरपाण्डवाः तत्र काम्यके वसन्ति। तत्र अर्जुनः तत्र नास्ति इति कारणात् ते दुःखिताः सन्ति। अस्तु। तत्र न केवलं धनञ्जयस्य वियोगात् इति न, राज्यं नष्टम् अभवत् खलु द्यूतस्य कारणेन, अतः अपि ते दुःखिताः सन्ति। अग्रिमः श्लोकः महोदय, प्रश्नः अस्ति अत्र, ते अर्जुनः नास्ति इति दुःखम् अनुभवन्ति इत्युक्ते ते न जानन्ति वा सः अस्त्रार्थं गतवान् अस्ति पुनरागच्छति? जानन्ति एव, जानन्ति एव, परन्तुपि तस्य वियोगः खलु। इदानीं पूर्वमेव ते बहु दुःखे सन्ति, इदानीं साधारणतया अर्जुनस्य धैर्यशौर्यपराक्रमादिकं भीमे अर्जुनयोः द्वयोः अपि सर्वत्र तेषाम् आवश्यकता बहु भवति। अत सः तदेव वदति भीमः अग्रे युधिष्ठिरं प्रति। भीमः सर्वदा युधिष्ठिरमेव निन्दति खलु द्यूतार्थं, तत्र सर्वं नष्टम् अभवत् इति कारणात्। इदानीम् अर्जुनमपि प्रेषितवान् शक्रलोकम्, अनन्तरम् अस्त्रहेतोः अस्त्रसम्पादनार्थं प्रेषितवान्। इदानीं कीदृश अपायाः सम्भवन्ति तस्मै इति न भवान् न चिन्तयति इति किञ्चित् निन्दति, अग्रे आगच्छति, अतः एव दुःखिताः। महोदय, अत्र तृतीये श्लोके शाद्वले नाम वने एव, शाद्वलम् इत्युक्ते घासप्रदेशः, घास तत् मेडो। अत्र विविक्ते तत् जनाः न सन्ति, यतः विविक्तः निर्जनप्रदेशः, प्रदेशः अत्र शाद्वलप्रदेशे एकान्ते ते निषेदुः कृष्णया सह निषेदुः उपविष्टवन्तः, तत्र वा काम्यकवने तस्मिन् स्थले ते आसन् इति। अग्रे भविया भगिनी। महोदय, यस्मिन् विनष्टे पाञ्चाला सह पुत्रैस्तथा वयं सात्यकिर्वासुदेवस्य विनश्येयुर्न संशयः। योऽसौ गच्छति धर्मात्मा बहून् क्लेशान् विचिन्तयन् भवानियोगाद्बिभत्सुः ततो दुःखतरं नु किं यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः मन्यामहे जितानाजौ परान् प्राप्तान् च मेदिनीम् यस्य प्रभावान्न मया सभा मध्ये धनुष्मतः नीतालोकमिमं सर्वे धार्तराष्ट्रा सौबलाः। तर्हि तत्र पाञ्चालाः विनष्टाः पुत्रैः तथा वयमपि तत्र वयं सात्यकीः वासुदेवश्च वयं सर्वे अपि विनाशं प्राप् आगतवन्तः इति वदति न वा? न न न प्राप्तवन्तः इति न, तत्र अर्जुनः नास्ति चेत् अत्र पुनः पुनः दुर्योधनः एते वनवासम् आगतवन्तः चेदपि पुनः पुनः कष्टं ददाति सः, किं केनापि कारणेन सर्वदा बाधां जनयति एव दुर्योधनः। अतः एव एतदस्ति, योऽसौ गच्छति धर्मात्मा, तत्पूर्वमपि पठितं खलु, यस्मिन् विनष्टे पुत्रैः सह पाञ्चालः तथा वयं सात्विकिः वासुदेवश्च विनश्येयुः न संशयः इति। अर्जुनस्य साहाय्यं नास्ति चेत् सर्वेषां नाशः सम्भवेत् इति तस्य संशयः तावदेव। अतः यो योऽसौ गच्छति धर्मात्मा बहु क्लेशान् विचिन्तयन् सः तु क्लेशं सर्वं चिन्तयित्वा चिन्तयन् सः गच्छति। भवत् नियोगात् बिभत्सुः ततः दुःखतरं नु किम्? इदानीं सः अर्जुनः युधिष्ठिरस्य आदेशात् एव गतवान् इन्द्रलोकं गत्वा इन्द्रस्य अभिप्रायम् अनुसृत्य एव अस्त्रार्थं शस्त्रार्थम् अस्त्रार्थं सः इतोपि भिन्न पाशुपतास्त्रं ये मुख्यतया, अतः वनं गतवान् सः भिन्न सः तादृशम्। एवं पञ्चपाण्डवाः अपि युगपत् एकस्मिन् स्थले सन्ति चेत् किञ्चित् परस्परं साहाय्यं भवितुमर्हति, केवलम् एकाकी अर्जुनं प्रेषितवान् भवान्, तत्र अपायः सम्भवति चेत् अस्माकं कृते रक्षकः अपि न भवति इति भीमस्य सन्देहः। अतः निन्दति युधिष्ठिरं, भवान् नियोगात् बीभत्सुः, बीभत्सुः इति अर्जुनस्य किं तस्य विशेषः, सः भाये इति सर्वान् इति। अतः सः गच्छति चेत् सः क्लेशान् अनुभवति चेत् ततोपि दुःखतरं किमपि अस्ति किम् इति। तथैव अर्जुनस्य बाहु समाश्रित्य वयं सर्वे महात्मनः जितान् अजौ इति वयं मन्यामहे न इति न न वदति। आजौ इत्युक्ते युद्धम्, आजी आजी इत्यस्य युद्धम् इति अर्थः। अतः युद्धे परान् शत्रून् जितान् द्रष्टुं, शत्रून् जितान् द्रष्टुम् इत्युक्ते जेतुम् इति, पराजयतुं सः नास्ति चेत् अनन्तरं तथा पराजयं वयं जनयामः चेदेव अस्माकं राज्यं लभ्यते खलु। अतः परान् प्राप्तां मेदिनीम् आजौ, परान् जित्वा मेदिनीं प्राप्तां मेदिनीं वयं यस्य बाहु समाश्रित्य एतत् सर्वं कर्तुं शक्नुमः, तादृशम् अर्जुनं भवान् प्रेषितवान् इति अत्र अनुवर्तनं भवति अग्रिमे श्लोके अपि। पुनः यस्य प्रभावान् न मया सभामध्ये धनुष्मतः नीता लोकमिमं सर्वे धार्तराष्ट्रा सौबलाः इति नीताः इति भवति तत्र, धार्तराष्ट्राः कौरवाः, सौबलः इत्युक्ते शकुनेः जनकस्य नाम सुबलः इति. अतः शकुनिः, तस्य सहोदराः वा वंशीयाः वा, ते सर्वे सौबलाः इति. अतः ससौबलाः धार्तराष्ट्रः. शकुनिवंशीयानां सहायेन एव इदानीं पाण्डवाः कार्यं कुर्वन्ति. अतः ससौबलाः धार्तराष्ट्राः सर्वे इमं लोकमिमं नी यस्य प्रभावात् सभामध्ये धनुष्मतः मया क्षम्यतां धनुष्मतः यस्य प्रभावात् सभामध्ये न नीताः सर्वे धार्तराष्ट्राः ससौबलाः. द्यूतस्य समये तत्र अर्जुनस्य साहाय्यम् अस्ति चेदेव अहं सर्वं कर्तुं शक्नोमि. परन्तु अत्र भिन्नः कारणं, भिन्नं किमपि न कृतवन्तः, यतः द्यूते सर्वानपि स्थापयित्वा खलु युधिष्ठिरः पराजयं प्राप्तवान्. अतः ते सर्वे दासाः अभवन्, पाण्डवाः सर्वे. अतः आयुधं उपयोक्तुमपि ते न अर्हाः. अतः एकैकवारमपि भीमः अर्जुनः बहुकोपेन द्रौपद्याः वस्त्रापहरणसमये बहुकोपेन आयुधम् उद्धर्तुं प्रयत्नं कुर्वन्ति, परन्तु युधिष्ठिरः समाधानं ददाति, न वयं आयुधम् उद्धर्तुमपि वयम् अनर्हाः, यतः वयमेव दासाः इति एकैकवारमपि. अतः एव तस्य अर्जुनस्य सहायेन अहं सर्वं सर्वेषां पराजयं प्रापितवान् स्यां, परन्तु भवतः आदेशेन एव न कृतं तथा इति. तादृश अर्जुनम् अपि प्रेषितवान् भवान् इति निन्दति. अन्यः पठति. पठामि. ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः सहामहे भवन्मूलं वासुदेवेन पालिताः वयं हि सह कृष्णेन हत्वा कर्णमुखान् परान् स्वबाहुविजितान् कृत्स्नान् प्रशासेम वसुन्धरां भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः अहीनपौरुषा बाला बलिभिर्बलवत्तराः क्षात्रं धर्मं महाराज त्वमेव क्षितुमर्हसि न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः क्षत्रधर्मविद्राजा मा धर्म्यान् नीनशः पथः. पुनः तस्य कोपः. ते वयं बलिनः क्रोधम् उत्थितात्मनः भवन्मूलं वासुदेवेन पालितः क्रो उत्थित सहामहे. इदानीं सहामहे, सहामहे एतत् सर्वं किं सहामहे इत्युक्ते आत्मनः उत्थितं क्रोधं सहामहे. तादृश वयं बाहुबलिनः चेदपि तत् क्रोधं न सहामहे. यत् किमर्थम् इत्युक्ते भवन्मूलं वासुदेवेन पालिताः अपि, इदानीं कृष्णस्य सहायम् अस्ति इति कारणात् तस्मिन् समये वयं क्रोधस्य सहनया वयं उत्थितं क्रोधमपि सोढवन्तः इति. अग्रे वदति, वयं हि कृष्णेन सह कर्णमुखान् परान् सर्वान् शत्रून् हत्वा स्वबाहुविजितान् कृत्स्नान् वसुन्धरां पृथ्वीं प्रशासेम तस्य शासनं कुरु. भवतः द्यूतदोषेण सर्वे वयम् उपप्लुताः. उपप्लुताः इत्युक्ते नाशिताः, क्लेशम् अनुभूतवन्तः इति. उपप्लवम् इत्युक्ते क्लेशः इति अर्थः. पुनः वयं कीदृशः नाम अहीनपौरुषाः अपि च बालाः बलिभिः बलवत्तराः बलवत्तराः। अत्र तत्तु केवलं सुभाषितरीत्या भवति, बालाः बलिभिः बलवत्तराः हीनपौरुषाः इत्युक्ते अहं चिन्तयामि पौरुषं नास्ति चेत्, पराक्रमपौरुषादिकं नास्ति चेत् येषां बालाः समीपे तन्नास्ति, ते केवलं बालाः, बालसदृशाः इति, बलिभिः बलवत्तराः, तस्य अर्थः कः? किञ्चित् व्याख्याने पठतु, पश्यतु अस्ति वा इति, बलिभिर्भवत्तराः इति अहीनपौरुषाः अपि वयम् उपप्लुताः कृताः। ये बालाः मूर्खाः अत्र दुर्योधनादयः, ते बलिभिः सामन्तदत्तैः धनैः धनैः बलवत्तराः बलवत्तराः। कृताः कृताः अत्र अर्थः भवति वयं पौरुषहीनाः न, पौरुषयुक्ताः एव, अतः एव अहीनपौरुषः इति डबल् नेगेटिव् भवति तत्र। अत्र बलवत्तराः ते दुर्योधनादयः कथं ते बलवत्तराः अभवन् इत्युक्ते बलिभिः, बलि इत्युक्ते टाक्स् मनी इति अर्थः भवति, सामन्तराजानां करम् इति वदामः संस्कृते टाक्स् इति वक्तुं, तादृशधनं स्वीकृत्य अन्येषां जनं धनं स्वीकृत्य एव ते बलवत्तराः अभवन् कौरवादयः, तेषां कारणेन वयम् अहीनपौरुषः चेदपि बालसदृशः रीत्या तूष्णीं स्थितवन्तः इति। अतः तत्र परन्तु न्यायं किं महाराज, क्षत्रियस्य वनाश्रयः न धर्मः, राज्यस्य राजभारं कर्तुमेव अस्माकं योग्यता अर्हता भवेत्, न तु वनवासार्थं। परन्तु एतत् सर्वं सञ्जातं, तत् अतः एव किञ्चित् नीतिवाक्यरीत्या वदति एतत् सर्वं, राज्यमेव परं धर्मं क्षत्रियस्य, तथा बुधाः विदुः, पण्डिताः तथा वदन्ति इति, ज्ञातवन्तः तथा एव वदन्ति। सः क्षत्रधर्मविद् राजा मा धर्म्यात् नीनशः पतः। नीनशः इत्यस्य तत्तु कः लकारः इति अहं न जाने, तस्य अर्थः भवति मा नाशय इति, मध्यमपुरुषे अर्थः दत्तः अत्र, मा नाशय इति अर्थः भवति, अत्र अस्ति वा न वा, मा मा नीनः नाशय अस्ति, मा नाशय इति अस्ति, नश्य नश इत्युक्ते धातुः, नीनशः इति तत् कः लकारः इति अहं किञ्चित् न जानामि तत्र, भवतु अत्र अर्थः अवगतः खलु, अत्र किमिति उक्तवान् सः, क्षत्रियस्य राज्यमेव राजभारमेव परं धर्मः, परन्तु सः क्षत्रधर्मवित् राजा मा धर्म्यात् पथः नीनशः इति, धर्म्यात् पथः इत्युक्ते धर्मपथात् अत्र क्षत्रधर्मं मा नाशय। अत्र केचन विषयाः भवन्ति अग्रे पञ्चश्लोकेषु, अनेन पठ्यताम्। अग्रे विनायक महोदय नास्ति वा? विनायक महोदय, विमला भगिनी, अस्तु विमला महोदय, अस्तु महोदय। सक्षत्रधर्मविद् राजा मा धर्म्यानि न शपथः, अस्तु तदग्रे प्राग्द्वादशसमाराजन् धार्तराष्ट्रान्निहन्महि, निवर्त्य च वनान्त् पार्थम् आनाय्य च जनार्दनम्, पठतु अग्रे। व्यूढानेकान् महाराज जवेनैव महामते, धार्तराष्ट्रानमं लोकं गमयामि विशाम्पते, सर्वानहं हनिष्यामि धार्तराष्ट्रान् सौबलान्, दुर्योधनं च कर्णं च यो वाह्यप्रतियोत्स्यते, मया प्रशमिते पश्चात् त्वमेष्य सेवनं पुनः, कृतेन ते दोषा भविष्यन्ति विशाम्पते, पर्यन्तं वा? अग्रे इतोपि एक यज्ञैश्च विविधैस्तात् कृतं पापमरिन्दम अवधूय महाराज गच्छेम स्वर्गमुत्तमम्। सरलः एव अस्ति खलु, सर्वे श्लोकाः सरलाः सन्ति. तत्र प्रश्न द्वादशसमाः इत्युक्ते द्वादशवर्षाणि वने वासं कृत्वा तत् प्राक् तत्पश्चात् वयं धार्तराष्ट्रं निहन्महि, मारयामः इति युद्धे. अस्तु, अर्जुनस्य कृष्णस्य सहायेन इति व्यूढानिकान् इत्युक्ते युद्धे तादृशव्यूहं निर्मापयन्ति खलु, पद्मव्यूहं यत् इत्यादिकं, तदेव व्यूढानिकान् तत् तादृशसैन्यान् वयं शीघ्रमेव जवेन वेगेन एव वयं सर्वं कृत्वा तान् सर्वान् अहं हनिष्यामि. किमर्थं पुनः वनम् एष्यति इति किम् अत्र तत्र नवदशे श्लोके मया प्रशमिते पश्चात् त्वम् एष्यसि वनं पुनः इति, किमर्थं पुनः वनं किमर्थम् एष्यसि इति? न, इदानीं द्वादशसमाः तदनन्तरम् इति न, प्राक् इति प्राक् एव पश्चात् न, इदानीं निबन्धनम् अस्ति खलु, तत्र समयः किमिति, द्वादशवर्षवनवासः, एकवर्षस्य अज्ञातवासः खलु, इदानीमेव गच्छामः युद्धं कुर्मः इति भीमस्य वनवासस्य मध्ये एव गत्वा एवं तान् हत्वा अनन्तरं पुनः समयस्य पूरणार्थं पुनः वनवासं गच्छामः इति. महोदय, तत्र विशाम्पतिः इत्युक्ते किम्? अत्र भूमिः इति भवति विशाम्पते इत्यस्य अर्थः, पूर्वमपि एकवारं पठितवती अहम्, इदानीं मया विस्मृतं. विशाम्पते इत्युक्ते भूपालः राजा इति अर्थः भवति, तत् विवरणं द्रष्टव्यम्. अग्रे वदतु तात्पर्यम् अथवा अग्रिमपठनं भवतु. अग्रिमपठनं भवतु महोदय, सर्वमेव अस्ति इति भाति, तत् अहं पश्यामि. एवमेतद् भवेद् राजन् यदि राजा न बालिशः, अस्माकं दीर्घसूत्र सूत्रः सूत्रस्याद् स्याद् भवान् धर्मपरायणः. निकृत्याप्रज्ञा हन्तव्या इति निश्चयः, नहि नेकृतिकं हत्वा निकृत्या पापमुच्यते. तथा भारतधर्मेषु धर्मज्ञैरिह दृश्यते, अहोरात्रं महाराज तुल्यं संवत्सरेणः. तथैव वेदवचनं श्रूयते नित्यदा विभो, संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः. इतोपि एकं यदि वेदाः प्रमाणास्ते दिवसाद्धूर्ध्वमच्युत त्रयोदशदशसमः कालो न्यायतां परिनिष्ठितः. इदानीं तत्र निकृतिः इत्युक्ते अर्थः भवति भापनम्, अपमाननं, तिरस्कारः इत्यादयः अर्थाः भवन्ति. तत्र प्रथमश्लोकः कथमस्ति किञ्चित् दर्शयतु. एतेषु पञ्चसु श्लोकेषु प्रथमः भीमः एव अग्रेपि वदति खलु, यज्ञैश्च यज्ञैश्च विविधैः कृतं पापम् अवधूय महाराज स्वर्गम् उत्तमं गच्छेव. इदानीं कौरवाः बान्धवाः खलु, तान् सर्वान् हत्वा पापं भवति, तत् कार्यं पापकार्यम् इति भवति चेत् कृतं पापं सर्वं यज्ञैः विविधैः यज्ञैः अवधूय इति तत्र तस्य परिहारं कृत्वा वयं स्वर्गम् उत्तमं स्वर्गं गच्छेम इति वदति. एवम् एतद् भवेत् राजन् यदि राजा न बालिशः, अस्माकं दीर्घसूत्रः स्यात् भवान् धर्मपरायणः. दीर्घसूत्रः इति अर्थद्वयं वहितुमर्हति. किञ्चित् कालं दत्वा वयं कार्यं कुर्मः चेत् तदपि दीर्घसूत्रः. दीर्घसूत्रीकृते कः यः कार्यं कृत्वा पोस्ट्पोन् करोति, अग्रे कुर्मः अग्रे कुर्मः इति अग्रे साधयति, सः अपि दीर्घसूत्री इति वदन्ति. अत्र व्याख्यायां कथमस्ति तस्य अर्थं पश्यतु. बालिशः बालवृद् वृथा हट बालवत् वृथा वृथा हठां दीर्घसूत्रः चिरकारी इति तदेव पोस्ट्पोन् करोति खलु, अनन्तरं कुर्मः अनन्तरं कुर्मः इति प्रोकास्टिनेशन्, तदेव दीर्घसूत्रे. अतः इदानीम् अतः एव वदतु, द्वादशवर्षाणि यावत् वनवासं कृत्वा तदनन्तरं युद्धं मास्तु, इदानीमेव कुर्मः दीर्घसूत्रता मा भवेत् इति तदा. बालिशः बालिशः इति पदे पदे वदति खलु, तत्तु केवलं विवेकशून्याः इति, चैल्डिश् इति अर्थः. तत्र सर्वदा वदति भीमः युधिष्ठिरम् आगतान् एकचक्रं नाटकं पठितवन्तः खलु, स्मरन्ति खलु तत्र सत्यं नीतिः धर्मः धर्मः इति वदन् सः आगच्छति, आगतवान् धर्मात्मा इति भीमः निन्दति सर्वदा, एतदेव तस्य भवति इति. तत्र सम्यक् आसीत् तन्नाटकमपि, तथा एव अतः एव भीमः सर्वदा निन्दति तं. निकृत्या निकृतिप्रज्ञाः हन्तव्याः इति निश्चयः. ये वञ्चनां कृतवन्तः तान् वञ्चनया एव वयं मारयामः इति. अतः वयं किमर्थं धर्मम् आचरामः इति. वनवासस्य पूर्तिः न भवति चेत्, मध्ये एव गत्वा युद्धं करोति चेत् तत्तु नियमोल्लङ्घनं खलु, समयोल्लङ्घनम्, अधर्मः. अतः परन्तु तेपि वञ्चनाया एव न वा अस्मान् पराजितवन्तः, अतः वयमपि तथा एव कुर्मः इति वदति. निकृत्या निकृतिप्रज्ञाः हन्तव्याः इति निश्चयः. न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते, इत्युक्ते दुर्जनानां अस्माकं तत्र दुष्कृत्येन एव मारयामः चेत् तदा पापं नास्ति इति भीमस्य नीतिः तत्. अत्र कश्चन विषयः वर्तते, अहोरात्रं तुल्यं भवति संवत्सरेण, तथैव वेदवचनं श्रूयते नित्यदा विभो. संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः, यदि वेदाः प्रमाणाः ते दिवसाद् ऊर्ध्वम् अच्युत इति. अहं चिन्तयामि संवत्सराणां गणने कश्चन अहोरात्रं डे एण्ड् नैट् तथा गणनं कृत्वा एकसंवत्सरं भवति चेत् तत्तु संवत्सरतुल्यं भवति, परन्तु वेदवचनं तथा श्रूयते नित्यदा एकं संवत्सरम् अपि तादृशगणनं भवितुमर्हति ब्रह्मदेवस्य गणनार्थं. तद् भवति खलु अस्माकं मनुष्याणां षण्मासाः तस्य दिवा भवति, पुनः षण्मासाः अग्रिमषण्मासाः पुनः रात्रिः भवति इति. अतः अस्माकम् एकवर्षस्य तस्य एकदिनम् इति वा किमपि अस्ति गणने, निश्चयेन अहं वक्तुं न शक्नोमि, परन्तु ब्रह्मस्य क्षम्यतां ब्रह्मदेवस्य कालगणनं भिन्नम्, अस्माकं गणनं भिन्नं भवति. अस्तु, अतः तथा एकैकशः दिनं गणनं कृत्वा वयं पश्यामः चेत् द्वादशसंवत्सराणि अस्माभिः अत्र भवितव्यं। परन्तु एवं वेदप्रमाणाः भवन्ति इति केवलं दिवसानां गणनं कृत्वा एव वयं पश्यामः चेत् त्रयोदशसमाः कालः ज्ञायतां, परिनिष्ठिता इदानीमेव समाप्यते इति। त्रयोदशसमाः, त्रयोदशवर्षाणि अपि अज्ञातवासस्य कालः इदानीमेव समाप्यते इति तस्य वादः। अस्तु, अग्रे सन्ध्या भगिनी पठति. अत्र एकवारं व्याख्यायां पठतु, समस्याविषये किमिति उक्तम्। विवेक् महोदय पठति किं वेदे श्रूयते इति. दृश्यते किं वेदेश वेदे श्रूयते विश्वसृजा संवत्सरम् इति. अत्र हि संवत्सरशब्दः दिनपरः कृतः. अन्यथा शतायुः वै पुरुष इति श्रुतेः अनधिकारिकम् अनधिकारिकं शास्त्रम् अप्रमाणं स्यात् खलु। अप्रमाणं स्यात् अतः तावत्. विश्वसृजा इत्युक्ते ब्रह्मा, सहस्रसंवत्सरम् इति यत्र संवत्सरशब्दः दिनपरकृतः, तत्र यथा वयं गणनं कुर्मः अस्माकं मनुष्याणां भूमौ, तथा कृत्वापि ब्रह्मणः सहस्रसंवत्सरम् इति भवति। अस्माकम् एकसंवत्सर ब्रह्मणः एकसंवत्सरम् अस्माकं सहस्रसंवत्सराणि भवन्ति इति तस्य भवति। परन्तु शतायुर्वै पुरुषः इति श्रुतिः भवति खलु, नारायणसूक्ते सूक्ते आगच्छति इति मन्ये शतायुः। तत्र शास्त्रप्रमाणं तत्सर्वं तावत् आयुषः लोके अदर्शनात् च कृच्छ्रतः इति अहं न अवगतवती तस्य अर्थं। शतायुः इति गुणाः एव जनाः भवन्ति इति. केनापि अवगम्यते किम्? न, तत्र तावद् आयुषः नाम शतायुषः लोके अदर्शनात् नाम न्यूनाः एव सन्ति. आदर्शनात् वयं अस्माकम् आयुषः मितिः एव शतायुषः खलु, अतः शतवर्षाणि यावत्, शतं वर्षाणि, अतः अदर्शनं तत् लोके बहु पूर्वतया एव शतं वर्षाणाम् अनन्तरमपि जीवन्ति, बहु अपूर्वं तत्। कृच्छ्रतः कृच्छ्रेपि सद्यो भवति। अस्तु, तत्र इतोपि बहु विस्तारः अस्ति, मास्तु। अस्तु धर्मशास्त्रे एवमस्ति. अस्तु सन्ध्या भगिनी अग्रे पठति. त्रिंशत्तः खलु। आम् द्यूतेन ते महाराज पुनद्यूतमवर्तत, भवांश्च पुनराहूतो द्यूतेनैवापनेष्यति। स तथाक्षेषु कुशलो निश्चितो गतचेतनः, चरिष्यसि महाराज वनेषु वसतिः पुनः। यद्यदस्मान्सु महाराज कृपणान् कर्तुमर्हसि, यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नाशः, निकृत्यानिकृतिप्रज्ञः हन्तव्य इति निश्चयः। अनुज्ञातस्त्वया गत्वा यावच्छक्ति सुयोधनम्, यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः, हनिष्यामि तथा मन्दम् अनुजानातु मे भवान्। अस्तु, तर्हि द्यूतेन ते महाराज पुनर्द्यूतमवर्तत, भवांश्च पुनराहूतः द्यूतेन एव अपनेष्यति। कुत्र तत्र आहूतः? पूर्वतनश्लोकं पठामः चेत् तत्र अवगम्यते खलु. पुनः अधमपुरुषः प्रवाजयिष्यति, पुनः द्यूतस्य कारणात् अस्माकं विद्रावयन्ति ते इति. अतः अज्ञातचर्याम् उत्तीर्णान् दृष्ट्वा पुनः द्यूतार्थम् आह्वयेत् इति. वयम् अज्ञातवासे अस्माकं अभिज्ञानं न दर्शयामः चेत् अपि पुनः द्यूतार्थम् आह्वयन्ति, पुनः वनवासं करणीयं भवति, वञ्चनां कुर्वन्ति इति. पुनः द्यूतम् आवर्तत, भवान् पुनराहूतः द्यूतेन एव आपनेष्यति. पुनः पुनः तदेव भवति इति. पुनः इत्युक्ते एकवारम् अज्ञातवासं समाप्य यदा पुनः गच्छामः तदा एतद् भविष्यति इति वा इति न न वदति वा? पुनः वयम् अज्ञातवासं कृत्वा अपि सः पुनः द्यूतं आरभ्य पुनः अस्माकं वञ्चनां कृत्वा पराजयति, पुनः अस्माभिः वनं गन्तव्यं भवति इति. अतः भवान् च पुनः आहूतः द्यूतेनैव आपनेष्यति, पुनः भवतः कार्यं तदेव इति. आम्, तर्हि सः इत्युक्ते दुर्योधनः तथा क्षेपेषु कुशलः तथा अक्षेषु करणे, इत्युक्ते द्यूते, अक्ष हा इत्युक्ते द्यूतम्. ओ तथा अक्षेषु कुशलः, आम् सः अक्षेषु कुशलः निश्चितः गतचेतनः बुद्धिहीनः इति. कुशलः निश्चितः महाराज, वयं पुनः गतचेतनः वनेषु चरिष्यसि, त्वम् इति मध्यमपुरुषः खलु. त्वं गतचेतनः वनेषु चरिष्यसि, वनेषु वसतीः पुनः वसतीः पुनः वसतीः करिष्यति करिष्यसि करिष्यसि इति अर्थः खलु? न पुनः वसतिः इति वासम्, अहं चिन्तयामि द्वितीया विभक्तिः इति. वसतिः इत्यस्य द्वितीय बहुवचनम् वसतिः इति भवति चेत् द्वितीया बहुवचनं. बहुवचनम् इतस्ततः गच्छति प्रायः एवं वनात्वनं वनात्वनम् इति वसतिः वसति बह्व्यः. वसत्र अतः यतः वत्स्यति कृपणान् इत्यस्मात्, कर्तुम् अर्हसि इति अस्मान् द्वितीयबहुवचनमेव. वयं वनेमेव वसन्तः भविष्यामः, तादृशम् अस्मान् हे महाराज पुनः त्वं कृपणान् कर्तुम् अर्हसि. कृपणाः इत्युक्ते दीनाः, वयं दीनाः एव भवेम, भिक्षुकरीत्या भिक्षा एव अस्माकं जीवनं भवति इति. पुनः भवान् तदेव करोति. यावज्जीवम् अवेक्षस्व वेदधर्मांश्च कृत्स्नशः. वेदधर्मं सर्वं सर्वदा कृत्स्नशः इत्युक्ते सम्पूर्णतया तस्य तत्र एव विश्वासं स्थापयति चेत् यावज्जीवम् अवेक्षस्व तथा एव भवतु. निकृत्या निकृतिप्रज्ञः हन्तव्यः इति अतः अग्रिमः श्लोकः. तथा न इदानीमेव वयं तस्य प्रतिं न कुर्मः चेत्, प्रतिकारं न कुर्मः चेत् पुनः अस्माकं जीवनम् एवमेव गच्छति इति. अत्र अग्रिमश्लोके निकृत्या निकृतिप्रज्ञः हन्तव्यः इति निश्चयः. तत् अतः वञ्चना वञ्चकं वञ्चनया एव मारयतु इति वदन्तः जनाः वदन्ति, अथवा नीतिज्ञाः वदन्ति. अतः त्वया अनुज्ञातः वदतु अग्रे. त्वया अनुज्ञातः अहम् अत्र गत्वा यावच्छक्ति सुयोधनं हनिष्यामि इति, यथा एव कक्षमुत्सृष्टः, कक्षमुत्सृष्टः इत्युक्ते तस्य अङ्गभङ्गं कृत्वा. ओ कक्षम् उत्सृष्टः दहेत् अनिलसारथिः हनिष्य इत्युक्ते इत्युक्ते अनिल अनिलसारथिः दहेत् अग्निः. हनिष्यामि तथा मन्दम् अनुजानातु मे भवान्. हा मन्दमिति किमर्थमस्ति महोदय तत्र? किमर्थम् अन्धम्? मन्दमनुजानातु इति क्रियाविशेषणम्। क्रियाविशेषणमेव, परन्तु किन्तु किमर्थं तथा उक्तम् इति? भवान् अनुजानातु मन्दम् इति, भवतः स्वभावः तथा एव इति, यत्र सन्देहः भवति व्याख्यां पश्यतु. मन्दम् अनुजानातु, अज्ञानमेव, परन्तु अनुजानातु किम्? नास्ति खलु अत्र, अथवा तत्र इतोपि अधः स्यात्. तत्र अधिकतया संवत्सरस्य विषये एव बहवः सन्ति, विस्तार विशेषः तु नास्ति। नास्ति अत्र. मन्दम् अनुजानातु इत्युक्ते कालक्रमेण भवान् जानाति इति प्रायः. अस्तु. नो चेत् तत्र माम् अल्पं मन्दम् इत्यस्य अर्थः वर्तते, माम् अल्पं भीमम् एवम् एवं करोमि इति अनुजानातु इति वा अत्र अस्ति गौरवार्थम्? खलु, तत्र 35 अत्र किमपि कक्षम् इत्यस्य तृणम् इति उक्तं. कक्षम् उत्कृष्टः इत्युक्ते यथा बहु सुलभेन तृणस्य भङ्गं कुर्वन्ति तथा तं दुर्योधनम् अहं करोमि, तदा अनिलसारथिः तं दहेत् इति. वायुः किल, अनिलसारथी वायुः, न महोदय, यथा अग्निः यथा अनिलसारथिः अग्निः. अग्निः। यथा उत्सृष्टः अनिलसारथिः कक्षं दहेत् तथा अहं तं हनिष्यामि इति, तं मन्दम् इति प्रायः। अथवा न अथवा मे मन्दं यथा मे अल्पं जानातु यथा हरिमहोदयेन उक्तं. मे इत्युक्ते मां मन्दं न न भगिनी, भवान् सुयोधनं, जानातु. सुयोधनमिति अस्ति, मन्दमिति तस्य विशेषणमपि भवितुम् अर्हति। मे नाम इत्यत्रापि न भवति वा? मे इत्यत्रापि भवितुम् अर्हति खलु, माम् इत्यपि भवितुम् अर्हति खलु, न वा? ओ मां मन्दम् अनुजानातु इत्यपि भवितुम् अर्हति, मन्दं सुयोधनम् अपि भवितुम् अर्हति. स्पष्टं नास्ति। उत्सृष्टः अनिलसारथिः कक्षं यथा दहेत् तथा सुयोधनम् अहं हत्वा हनिष्यामि, तथा यथा उक्तवती सन्ध्या भगिनी, तथा माम् अनुजानातु. मन्दम् अनुजानातु इत्युक्ते कालक्रमेण भवान् अवगच्छति इति प्रायः. अस्तु। कक्षं तृणम् इति अभिलक्ष्य इति अस्ति शेषः, अत्र मन्दस्य विषयेण अवगतम्. अस्तु, अग्रे अग्रे पठामः. अग्रे सुधा भगिनी। वैशम्पायन उवाच एवं ब्रुवाणं भीमं, भीमं तु धर्मराजो युधिष्ठिरः उवाच सान्त्वत्वयन् राजा मूर्घन्युपाघ्नाय पाण्डवं किं मूर्ध्नि उपाघ्राय, मूर्ध्न्युपाघ्राय. मूर्ध्न्युपाघ्नाय पाण्डवम् असंशयं महाबाहो अनिष्यसि सुयोधनं वर्षात्रयोदशार्धूर्धूर्तं सह गाण्डीव गाण्डीव धन्वना यत्त्वामभाषसे पार्थ प्राप्तकाल इति प्रभो अनृतं नोत्सहे वक्तुं न्यहे ह्येतन्मम विद्यते। तावदेव खलु? इतोपि पठतु। अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयं हन्ता त्वामसि दुर्धर्ष सानु हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे आजगाम महाभागो बृहदश्वो महान् ऋषिः। सो तर्हि भीमम् एतादृशम् उक्तवान् इति धर्मराजम् उवाच सान्त्वयन् राजा मूर्ध्नि उपाघ्नाय पाण्डवम् उपाघ्राय पाण्डव तथा एव खलु ज्येष्ठाः बालान् कथं तेषां प्रीतिं प्रदर्शयन्ति मूर्ध्नि तथा नासिकया घ्राणं कुर्वन्ति खलु घ्राण आघ्राय इति जिघ्रति इति तथा एव यद्यपि भीमः अपि ज्येष्ठः एव मूर्ध्नि उपाघ्राय पाण्डवं तथा सान्त्वयन् युधिष्ठिरः वदति वदति असंशयं महाबाहो सुयोधनं हनिष्यसि वर्षात् त्रयोदशात् ऊर्ध्वम् तदनन्तरम् इति सः गाण्डीवधन्वना अस्तु इत्युक्ते गाण्डीवधन्वना सह गाण्डीवधन्वना सह हनिष्यसि यत्त्वाम् अभाषसे पार्थ प्राप्तः त्वम् आभाषसे आम् किमर्थं त्वां त्वां पठामि यत् त्वम् आभाषसे पार्थ प्राप्तः कालः इति प्रभो अनृतं नोत्स न उत्सहे वक्तुं न नहि एतत् मम विद्यते तदेव इदानीं कालः प्राप्तः इति भवति चेत् त्रयोदशपूर्तिः एव भवेत् तत् परन्तु तद् अनृतं खलु अतः नाम उत्सहे अहम् अनृतं वक्तुम् अहं न उत्सहे अन्तरेण अपि कौन्तेय निकृतिं पापनिश्चयं हन्ता त्वम् असि दुर्धर्ष स अनुबन्धं दुर्धर्षं भवेत् इति मन्ये सानुबन्धं सुयोधनं दुर्धर्षं त्वं हन्ता असि इति अन्तरेणापि दीर्घकालानन्तरमपि इति त्रयोदशवर्षाणि भवति खलु अतः वर्षेभ्यः अनन्तरमपि दीर्घकालः भवति चेदपि तादृशं पापनिश्चयं निकृतिं दुर्योधनं दुर्धर्षं सानुबन्धं हन्ता त्वमेव आसीत् एवं ब्रुवति हन्ता इत्यस्य भविष्यत्कालक्रियापदमपि भवति त्वं हन्ता करिष्यसि इति अथवा असि इति अस्ति इति कारणात् अत्र प्रायः कृदन्तम् इति मन्ये भवति हन्ता हन्तारौ हन्तारः इति ऋकारान्तं त्वं हन्ता भवति इत्युक्ते मारकः इति एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे आजगाम महाभागो बृहत् अश्वः महान् ऋषिः। ऋषिः अग्रे अग्रे सरामः तत्र गीताप्रेस् मध्ये तु मन्दम् इत्यस्य मूढं दुर्योधनम् इत्येव अर्थः दत्तः किमिति पूर्वस्मिन् श्लोके मन्दम् इत्यत्र दुर्योधनं मूढम् इति मूर्खं दुर्योधनम् इत्येव अर्थः दत्तः गीताप्रेस् मध्ये भवितुमर्हति भवितुमर्हति। शशिमहोदय पठति किं भवतः पर्याय कमभिप्रेत्य महाधर्मात्मा सम्प्राप्तं धर्मचारिणं शास्त्रवन्मधुपर्केण पूजयामास धर्मराट आश्वस्तं चैनमासीनम् उपासीनो युधिष्ठिरः अभिप्रेत्य महाबाहुः कृपणं बह्वभाषत अक्षद्यूते च भगवन्धनम् राज्यं च मे हृतम् आहूय निकृतिप्रज्ञः प्रज्ञैः कितवैरक्षकोविदैः अनक् अत्र अनक् सः श्लोकः अत्र एवं भवति खलु, अक्षद्यूते च भगवन् धनं राज्यं च मे हृतम् इति यतिः तत्र आगच्छति. अक्षद्यूते च भगवन् धनं राज्यं च मे हृतम् अनक्षत्यस्य हि सतो निकृत्य पापनिश्चयैः भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी. अग्रिमः अपि पुनर्द्यूतेन मां जित्वा वनवासं सुदारुणम् प्राव्राजयन् महारण्यमजिनैः परिवारितम् तावत् तत् सरलः एव अस्ति, अत्र अर्थः अवगतः इति मन्ये. कुत्रापि सन्देहः अस्ति चेत् वदतु. मधुपर्केण इति एकं पदम् अस्ति खलु, साधारणतया मधुपर्कम् इत्यस्य अर्थः किञ्चित् मिश्रणं भवति, दुग्धं घृतम् अनन्तरं कदलीफलम् अनन्तरं तत्सदृशं तत्सदृशं भवति, अनन्तरं गुडम् अथवा शर्करा एवं तत् तस्य मिश्रणं मधुपर्कम् इति वदन्ति. साधारणतया विवाहसमयेषु अपि जामातारं तथा एव तस्य कृते एवं मधुपर्कं निर्माप्य मन्त्रेण सह तदर्थमेव रजतपात्रम् एकं भवति, तत्र तत् दत्वा सः किञ्चिदिव तत् खादति इति मन्त्ररूपेण तस्य मधुपर्कः इति नाम. मधु अपि तत्र योजयति पञ्चवस्तूनि. अस्तु, तत्तु केवलं पूजार्थं तत् सर्वदा भवति मधुपर्कं, तेन सह पूजां कृतवान् सः. अनन्तरं तस्य पूर्वकथां सर्वं वदति खलु. अग्रे हरि महोदय पठति किम्? अनक्षज्ञस्य इति एकं पदम् अस्ति खलु, अक्ष इत्युक्ते अक्षक्रीडा, अक्ष इत्युक्ते द्यूतम् इति, अनक्षज्ञः इत्युक्ते तां विद्यां सम्यक् न जानाति युधिष्ठिरः, अतः सः अनक्षज्ञः. तस्य निकृत्य वञ्चनया पापनिशैः पापिभिः पापिष्ठैः वञ्चनया सः पराजितः इति वदति. मे भार्या नीता सभां नीता प्राणेभ्योऽपि गरीयसी मे भार्या, पुनः द्यूतेन जित्वा वनवासं प्राव्राजयन् प्रेषितवन्तः. कीदृशं महारण्यम्? अजिनैः परिवारितं महारण्यम्. न महोदय, अजिनैः परिवारितं माम् इति न भवति वा? अजिनैः मृगं मृगैः परिवारितम्. ओ, अजिनैः परिवारितं वनम्. अजिनं तत्र वस्त्रम् इति नास्ति वा? वस्त्रमपि भवति अत्र, किमर्थं परिवारितम् इति भवितुमर्हति अत्र. अरण्यम् इति खलु, अरण्यं प्रावराजयन् अतः भवितुमर्हति अत्र. परिवारितम् अरण्यं भवति सर्वत्र, अजिनः अथवा माम् इति भवितुम् अर्हति, यतः माम् इत्येव खलु. ओ, अजिनैः परिवारितं मां रावराजयन्, परन्तु तथा न, पाण्डवाः तत्र मृगचर्मं न धृतवन्तः, सम्यक् एव वस्त्रं धृतं, वस्त्राणि धृतानि तैः. न ऋषिसदृशं तेषां स्वरूपं न आसीत्. ओ तथा चेत् तर्हि वनमेव जनैः वनमेव, परिवारितम् महारण्यमेव, इति. तदपि परिवारितम् इति अस्ति खलु, परिवृतम् इति नास्ति, परिवारितम् इति अस्ति इति कारणात् मृगेण युक्तं, मृगैः युक्तम् इत्येव अर्थः भवति. महोदय, गीता प्रेस् मध्ये मृगचर्म चर्मं धारयित्वा प्रेषितवान् वनम् इति अर्थः दत्तम् अस्ति. तदपि भवति माम् इति, परन्तु केवल तत्र तथा नास्ति खलु, तत् एवं वदति सः. वयम् अग्रे अग्रे पश्यामः चेत् यदा पठामः तदापि ते तथा न परिवारितम् इत्युक्ते प्रायः आश्रमेषु तत् तेषाम् आसनार्थं भवितुम् अर्हति, न तु वस्त्ररीत्या. अस्तु महोदय. अग्रे हरि. अहं वने दुर्वसतिर्वसन् परमदुःखितः, अक्षद्यूताधिकारे च गिरशृण्वन् सुदारुणाः, आर्तानां सुहृदां वाचो द्यूतप्रभृतिशंसताम्, अहं हृदि श्रिता स्मृत्वा सर्वरात्रिर्विचिन्तयन् यस्मिंश्चित्. एकक्षणं, केनापि दृश्यते वा वसतीः इति अत्रापि आगतं, तत् कीदृशं रूपम् इति, का विभक्तिः इति किञ्चित् पश्यन्तु, तत्र तस्य द्वितीया अन्वयः एव कथं दृश्यते. भवति इति. भवान् पठतु महोदय. आर्तानां सुहृदां वाचो द्यूतप्रभृतिशंसताम्, अहं हृदि श्रिता स्मृत्वा सर्वरात्रिर्विचिन्तयन् यस्मिंश्चैव समस्तानां प्राणागाण्डीव धन्वनि, विना महात्मना तेन गतसत्त्व इवाभवम्. कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतं प्रियवादिनमक्षुद्रं दयायुक्तमतन्द्रितः. अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि, भवतां दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित्, नमत्तो दुःखिततरः पुमानस्तीति मे मतिः. अस्तु, सर्वैः अवगतम् इति मन्ये. आं महोदय, सुलभमेव. अर्थः कः इति ज्ञातं वा? केवलं षट्चत्वारिंशत्तमे श्लोके एव, यत्र दुर्वसतिः इति पदमस्ति, तत्र किञ्चित् द्रष्टव्यमस्ति. अत्र व्याख्याने नास्ति किम्? व्याख्याने षट्चत्वारिंशत् खलु अधः गन्तव्यम्. अधः नास्ति किमपि. किं गीता प्रेस् मध्ये किमपि अस्ति वा वसतिः इति? गृहाणि एव किल. परन्तु वसतिः इति प्रथमा विभक्तिः भवति, वासस्थानम् इति वक्तुं वसतिः इति, तत् तु भवति स्त्रीलिङ्गपदं. द्वितीया विभक्तौ बहुवचने वसतिः इत्येव भवितुम् अर्हति. दुर्वसतिः इत्येव. वासस्थानम् दुर्वसतिः वसन्, दुर्वसतिः वसन् परमदुःखितः. गीता प्रेस् मध्ये तु काठिन्यम् अनुभवन् इति प्रायः अर्थः भवति. अहं काठिन्यम् अनुभवन् परं दुःखितः. एवं दुर्वसतिः वसन् इति, वसति इति पदस्य कर्मपदरूपेण द्वितीया अपि भवितुम् अर्हति. आवसति इति भवति चेत् तत्र यथा अधिवसति इति वदन्ति खलु, पार्वती कैलासम् अधिवसति इति वदन्ति, तत्र द्वितीयविभक्तेः प्रयोगः। तथा अत्र वसतिः वसन् इत्युक्ते वासस्थानेषु वसन् इत्यपि अर्थः भवितुमर्हति। रात्रौ न सूचयति किं वसति इति, रात्रौ वासं करोति रात्रौ इति। द्वितीयाविभक्ति बहुवचनमेव अस्ति, परन्तु तदेव अत्र अष्टाध्यायी वासस्थानम् इत्येव भवति। रात्रिः इति दत्तमस्ति अष्टाध्यायी मध्ये। वैशिष्ट्यं किमत्र रात्रिः? पूर्वं पूर्णतया द्वादशवर्षाणि यावत् वने वसन्ति, अत्र दिवा वा रात्रिः वा भवतु परन्तु चिन्ता नास्ति। इदानीं द्वितीया बहुवचनम् इति अभवत्। वसन् परमदुःखितः अक्षद्यूताधिकारे च गिरः शृण्वन् सुदारुणाः गिरः शृण्वन्। सर्वे निन्दन्ति खलु तम्, अतः तदपि अस्ति खलु, आर्तानां सुहृदां वाचः द्यूतप्रभृति शंसताम्, अहं हृदि श्रिताः स्मृत्वा, श्रिताः सहोदराः। सर्वरात्रिः विचिन्तयन् अस्तु। गाण्डीवधनिनी एव सर्वेषां प्राणाः सन्ति इति, तं तेन विना अहमपि गतसत्त्वः अभवम्। अस्तु, अग्रे पश्यामः। तत्र प्रश्नः अस्ति तस्य, मत्तः अपि अल्पभाग्यतरः भुवि अस्ति वा कोऽपि इति, भवता दृष्टपूर्वः वा श्रुतपूर्वः वा क्वचित्। मे मतिः मत्तः अपि दुःखिततरः पुमान् नास्ति इति। सर्वेषां पर्याय समयः अतीतः खलु इदानीम्? आम् महोदय, अत्र विरमामः इति मन्ये। इदानीं बृहदश्वः प्रारभते नलोपाख्यानार्थं, तः अग्रिमसप्ताहे पठामः। अतीतः समयः। अस्तु महोदय, शान्तिमन्त्रं वदामः। आम्, ॐ सर्वे भवन्तु सुखिनः, सर्वे सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। शुभरात्रिः। शुभरात्रिः। धन्यवादः। शुभरात्रिः। धन्यवादः। धन्यवादः।